अस्माकं नामपदानाम् अभ्यासे एतावता परिचयः सम्पूर्णः अस्ति. इदानीं पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे च इकारान्तानाम्, उकारान्तानां, कृकारान्तानाम् अभ्यासः जातः. अतः अद्य नपुंसकलिङ्गे, विशेषतः नपुंसकलिङ्गे इकारान्तानाम्, उकारान्तानां कश्चन अभ्यासः अपेक्षितः. अनन्तरम् अग्रेसरेम. तर्हि शुभभगिनी, भवती वारिशब्दं वदति वा? वारिशब्दं वारिणी, वारिणी, वारि, वारि, ओ सुशब्दं वारि, वारिणी, वारिणी, वरि, वारि, वारिणी, वारिणी, वरिणा, वरिभ्यां, वरिभ्यः, वरिभिः, वरिणे, वा, वा, वा, क्षम्यतां, वा, वारिणे, वरि, वरिभ्यां, वरिभ्यः, वरिणः, वा, वारिणः, वरिणः, वरिभ्य, वरिभ्यां, वरिभ्यः, वारिणः, वरिणः, वारिणोः, वरीणां, वारि, वारिणि, वारिणोः, वारिषु. अस्तु, बहु सम्यक् अस्ति. इदानीम् अस्तु महोदय, मधु इति वदति वा? मधु अपि न महोदय, मधु, मधुनि, मधूनि, मधु, मधुनि, मधूनि, मधुना मधुभ्यां, मधुभिः, मधुने मधुभ्यां, मधुभ्यः, मधुनः मधुभ्यां, मधुभ्यः, मधुना मधुनोः, मधु षष्ठी एकवचने, षष्ठी एकवचन, मधुनः, मधुनोः, मधूनां, मधूनां, मधूनां, सप्तमी मधुनि, मधुनोः, मधुषु. बहु सम्यक् अस्ति. अस्तु, इदानीं लक्ष्मी भगिनी, तत्र दधि इति वदति, दधि करपत्रं मास्तु. सम्यक् अस्ति खलु? इति अहं मन्ये. सम्यक् अस्ति. अस्य प्रयोगः नाम न्यूनः अस्ति, किन्तु ज्ञानमपेक्षितमस्ति. एकवारं परिचयः भवति चेत् अस्य प्रयोगः भवितुम् अर्हति. दधि. अनन्तरम् अस्तु, इदानीम् अस्थि, अस्थि इति वदति वा? शुभमानि महोदय, तत्र ईकारान्त नपुंसकलिङ्गस्य शब्दः किं न न वारि इति जानाति वा? कष्टम्? ओ, भवान् तु एवं सः वदति स्म, भवान् अपि वदति स्म, मधु, तथैव अस्ति, समानमस्ति, समानमस्ति, अस्ति, अस्ति. महोदय, भवती वक्तुमिच्छति वा? अहं वारिशब्दस्य रूपाणि सम्यक् न अवगच्छामि. न अवगच्छति नाम प्रश्नः कः? किन्तु भवत्याः प्रश्न मम न अवगच्छति नाम भवत्याः प्रश्नः स्पष्टः नास्ति मम कृते. प्रश्नः नाम कः? न अवगच्छति नाम अस्माकं स्मरणं कन्तस्थीकरण नाम प्रथमाविभक्तौ द्वितीयविभक्तौ बहुवचनानि वारीणि अथवा वरीणि वा वा सर्वत्र तत्र लेखनदोषः अस्ति वा अस्ति सर्वत्र बहवः दोषाः सन्ति अत्र पुस्तके अथवा करपत्रे अस्तु तथा अस्ति चेत् तावदेव वक्तव्यमस्ति भवती न अवगच्छति तत् वदनस्य शैली भिन्ना अस्ति खलु न दोषः अस्ति चेत् भवान् पश्यतु भगिनि यदि दोषः अस्ति तावदेव कर्तव्यमस्ति मम मह्यं तत्र दोषः कः इति प्रश्नीयमस्ति तावदेव तर्हि प्रश्नयतु स्मारयतु अहं शिल्पा भगिनी तथा करोमि एकवारम् अहं पठामि वारि वारिणि वरीणि भगिनि तत्र दोषः अस्ति तत्र कोऽपि अवगन्तुं शक्नोति तत्र दोषः स्यात् वा सर्व अस्तु मास्तु इदानीं मास्तु अस्माकं वार्गः प्रवर्तमानः अस्ति तत्र मास्तु अस्तु तत्र वा स्यात् सर्वत्र तावदेव वक्तव्यमस्ति यत् यदि लेखनदोषः अस्ति तत्र प्रश्नीयमस्ति तत्र सूचनीयमस्ति तावदेव अग्रे सरेम तर्हि अस्ति इति वदति वा अस्तु रत्ना भगिनी वक्तुमिच्छति वा अस्ति अस्तु महोदय अस्ति अस्तिनि अस्तिनि अस्ति अस्तिनि अस्तिनि अस्तिना अस्तिभ्याम् अस्तिभिः अस्तिने अस्तिभ्याम् अस्तिभ्यः अस्तिनः अस्तिभ्याम् अस्तिभ्यः अस्तिनः अस्तिनोः अस्तीनाम् अस्तिनि अस्तिनोः अस्तिषु अस्तु तावदेव अस्ति अग्रे गत्वा यत्र हलन्तशब्दाः सन्ति तत्र एतादृशी शैली अस्ति नपुंसकलिङ्गशब्दस्य तत्र इकारान्त उकारान्तानां शब्दानां नपुंसकलिङ्गे तत्र हलन्तशब्दाः ये सन्ति यथा तथैव सन्ति अग्रे द्रक्ष्यामः अस्तु इदानीम् अस्माकं तत्र सर्वे अभ्यासं कुर्वन्तु एकवारं येन अस्तु यथा द्रोणी इति शब्दं वदतु द्रोणी स्त्रीलिङ्गे दीर्घीकारान्तः द्रोणी द्रोण्यो द्रोण्यः द्रोणी द्रोणी द्रोणी न द्रोणी पुनः वदतु प्रथमवाक्ये सत्यमासीत् द्रोणी द्रोणी आरम्भतः आरम्भः भवतु द्रोणी द्रोण्यौ द्रोण्यः द्रोणीं द्रोणी द्रोण्यौ द्रोणी द्रोणीः द्रोणीः पश्यतु यदा वयं रूपाणि वदामः तदा विसर्गः स्पष्टतः वक्तव्यः नो चेत् किं भवति वयं न जानीमः भवान् एवं सूक्ष्मरीत्या भवान् वदति चेत् वयं न श्रोतुं शक्नुमः द्रोणीः द्रोणीं द्रोण्यौ द्रोणीः द्रोण्या द्रोणीभ्यां द्रोणिभिः द्रोण्यै द्रोणीभ्यां द्रोणिभ्यः द्रोण्याः द्रोणीभ्यां द्रोणीभ्यः द्रोण्याः द्रोण्योः द्रोणीनां द्रोण्यां द्रोण्यो द्रोणीषु द्रोणीषु द्रोणीषु अस्तु सम्यक् अस्ति नाम सारांशः अयं यत् अस्माभिः न स्मर्तव्यः न विस्मर्तव्यः पुरातन शब्दरूपाणि न विस्मर्तव्यानि इति सारांशः अस्ति अस्तु इदानीं एकवारं उत्पत्त्या उत्पत्तिभ्याम् उत्पत्तिभिः उत्पत्त्यै उत्पत्तिभ्याम् रूपद्वयमस्ति खलु उत्पत्त्यै अथवा उत्पत्तये उत्पत्तिभ्याम् उत्पत्तिभ्यः पञ्चमी उत्पत्त्यै अथवा उत्पत्तये उत्पत्तिभ्याम् नो पञ्चमी चतुर्थी पञ्चमी तद्भिन्नम् अस्ति चतुर्थी एकवचने पञ्चमी एकवचने उत्पत्त्याः अथवा मुनि मुनि एकवचन पञ्चमी मुनिः मुनिभ्यः मुनिभ्यः मुनेः उत्पतेः उत्पत्तिभ्याम् उत्पत्तिभ्यः पञ्चमी पुनः उत्पतेः अथवा उत्पत्त्याः उत्पत्तिभ्याम् उत्पत्तिभ्यः उत्पत्तिभ्यां न उच्चारणं सम्यक्तया करोतु उत्पत्ति तकारद्वयमस्ति खलु उत्पत्तिभ्याम् उत्पत्तिभ्याम् उत्पत्तिभ्यः षष्ठी उत्पत्तये उत्पत्त्याः अथवा उत्पत्त्ये न उत्पत्त्याः यथा पञ्चमी आसीत् पञ्चमी यथा उत्पत्त्याः अथवा उत्पत्तेः उत्पत्तयोः उत्पत्त्योः उत्पत्तीनाम् उत्पत्तीनाम् अथवा उत्पत्तीनाम् उत्पत्तीनाम् उत्पत्त्याम् उत्पत्त्योः उत्पत्तिषु उत्पत्त्याम् अथवा उत्पत्तौ उत्पत्त्योः उत्पत्तिषु सम्यगस्ति नाम तथा अकरोत् यतोहि अस्माकं पुनस्मरणं सर्वदा अपेक्षितमस्ति रूपाणि बहूनि सन्ति यतोहि अग्रे किं भविष्यति अग्रे इदानीम् अग्रे हल् वर्णाः भविष्यन्ति तत्रापि बहूनि सन्ति रूपाणि तर्हि अस्माकम् अस्मिन् विषये ब्रह्म भवति चेत् अग्रे इतोपि ब्रह्म भविष्यति अतः नाम इदानीम् अजन्तशब्दानां व्यासः सुदृढः स्यात् सालिड् सुदृढः स्यात् अस्तु तर्हि अग्रे सरेम इदानीं सप्तमी विभक्तेः अभ्यासः प्रवर्तमानः अस्ति तत्र अष्टषष्टितमे पुटे अष्टषष्टिः खलु अष्टषष्टितमे पुटे तत्र पञ्चमभ्यासः अस्ति अत्र लक्ष्मीभगिनी कृपया पठतु यथोदाहरणं वाक्यानि वदत उदाहरणार्थं मम गीतायाम् अभिरुचिः अस्ति मम स्वधर्मे मतिः अस्ति अग्रे मम गुरुशब्दः रत्ना भगिनी सायं करोति वा गुरौ विश्वासः अस्ति अस्तु अग्रे भगिनी सरति सरतु रत्ना भगिनी मम संस्कृत्याम् अभिमानः अस्ति अथवा अथवा अस्माकं संस्कृत्याम् अभिमानः सन्ति तत्तु अस्ति संस्कृत्यै न संस्कृत्याम् अथवा संस्कृतै न न संस्कृतौ संस्कृतौ अभिमानः अस्ति मम कार्ये रुचिः अस्ति अस्तु अस्तु समीचीनं मम मातरि भक्तिः अस्ति सुब्रह्मण्यमहोदय अग्रे मम संस्कृतं प्रीतिः मम संस्कृतेन प्रीतिः अस्ति सप्तमी सप्तमी संस्कृते मम संस्कृते प्रीतिः अस्ति अग्रे मम परधर्मः अनासक्तिः मम परधर्मे अनासक्तिः अस्ति वस्तुतः सुब्रह्मण्यमहोदयस्य तत्र शैली समीचीना अस्ति नाम प्रथमतया प्रकृतिः इति वक्तव्या अस्ति नाम मूलवाक्यं तत्र उत्तरेण विना अनन्तरं पुनः वक्तव्यमस्ति अनेन किम् अस्ति यत् ये शृण्वन्ति तेषामपि अभ्यासः भवितुमर्हति ये शृण्वन्ति अहमपि स्मरामि यदाहं तथा करोमि स्म यदा मम अभ्यासः भवति स्म तथा अस्ति यदा यदि उत्तरं प्राप्यते किन्तु प्रश्नः कः इति न जानि न ज्ञायते तर्हि अस्माकं क्लेशः भवति तदा अस्तु तर्हि समीचीनमस्ति अग्रे शुभा भगिनी पठति वा स्वस्य वर्धनाय स्वस्य वर्धनाय कुत्र आसक्तिः भवतु कुत्र मास्तु इति निर्णयत यथा धर्मे आसक्तिः भवतु आसक्तिः इत्युक्ते अभिरुचिः वस्तुतः संस्कृतेन आसक्तिः इति प्रथा अस्ति परम्परा प्रथा इति प्रथा अस्ति किन्तु आसक्तिः इत्यस्य अर्थः भिन्नः अस्ति वस्तुतः वस्तुस्थितिः इयं यत् आसक्तिः नाम मोहः स्थूलविषये मोहः इति आसक्तिः आसक्तिः स्थूलविषये किन्तु आसक्तिः इति उच्यते संस्कृते नाम अद्यत्वे तर्हि द्वितीयवाक्यं लोभः तत्र सप्तमी सप्तमी लोभे आसक्तिः मा भवतु लोभः इत्युक्ते भवतु अथवा मास्तु अग्रे त्यागः तस्य अर्थः कः सेक्रिफैस् किं वदामः त्यागे आसक्तिः नाम सेवाभावना अपरेषां कल्याणार्थं त्यागः भवति नाम स्वस्य विषये चिन्तनं मास्तु स्वस्य कष्टः अपरेषां कल्याणार्थं भवतु इति त्यागः अपरेषां कल्याणार्थं मम नाम बहिः इदानीम् अकस्मात् किमपि अभवत् मार्गे तर्हि मम भोजनं त्यक्त्वा बहिः गत्वा साहाय्यं करोमि चेत् तत्र त्यागः इति वदामः त्यागे आसक्तिः भवतु तथा अस्ति अस्तु अभिनवमहोदय अग्रे कीर्त्यां आसक्तिः भवतु साधना साधनायाम् आसक्तिः भवतु पठनम् पठने आसक्तिः भवतु लक्ष्मी भगिनी अग्रे मोहे आसक्तिः मास्तु यज्ञः सत्सङ्गे यज्ञः अस्ति खलु यज्ञः नास्ति वा ओ ओ हो मम पुस्तकं पुरातनमस्ति अस्तु मोहे हा मोहे अग्रे मोहे आसक्तिः मास्तु सत्सङ्गे आसक्तिः भवतु पुण्ये आसक्तिः भवतु पापे आसक्तिः मास्तु भोगे आसक्तिः मास्तु शान्तौ शान्त्यां वाक्यं वदतु भगिनि शान्त्यां शान्त्यौ किं भ्रमः अस्ति वा रूपं किं सुब्रह्मण्यं महोदय शान्तिः इति अस्य सप्तमी शान्त्यां शान्त्यो न स्त्रीलिङ्ग शान्त्यां अथवा शान्तौ शान्त्यां शान्तौ शान्त्यां शान्तौ मत्यां मतौ शान्त्यां शान्त्याम् अथवा शान्तौ आसक्तिः भवतु सम्यक् अस्ति अस्तु रत्ना भगिनी अग्रे पठतु कृपया आम् एतानि सप्तमी विभक्तिरूपाणि सावधानतया पठत तत् पुल्लिङ्गे नपुंसकलिङ्गे च भवति तस्मिन् तयोः तेषु इति स्त्रीलिङ्गे तस्यां तयोः तासु एतत् पुल्लिङ्गे नपुंसकलिङ्गे च एतस्मिन् एतयोः एतेषु स्त्रीलिङ्गे एतस्याम् एतयोः एतासु किं पुल्लिङ्गे नपुंसकलिङ्गे च कस्मिन् कयोः केषु स्त्रीलिङ्गे कस्यां कयोः कासु भवत् पुल्लिङ्गे नपुंसकलिङ्गे च भवति भवतोः भवत्सु स्त्रीलिङ्गे भवत्यां भवत्योः भवतीषु सर्व शब्दः पुल्लिङ्गे नपुंसकलिङ्गे च सर्वस्मिन् सर्वयोः सर्वेषु सर्वा स्त्रीलिङ्गे सर्वस्यां सर्वयोः सर्वासु अस्मद् त्रिषु लिङ्गेषु मयि आवयोः अस्मासु युष्मत् शब्दः त्रिषु लिङ्गेषु त्वयि युवयोः युष्मासु अत्र पश्यन्तु सर्वशब्दः तत्र एकवचने द्विवचने च भवति यथा बहुवचने तु भवति एव सर्वे जनाः किन्तु एकवचने सर्वः लोकः सर्वः लोकः आल् द वर्ल्ड् सर्वः लोकः अतः एकवचने अपि भवति द्विवचने भवति बहुवचने भवति अस्तु अग्रे सरीमा अत्र अभ्यासः अस्ति सुब्रह्मण्यं महोदय कृपया पठतु यथोदाहरणं वाक्यानि रचयत उदाहरणार्थं बालः एतस्मिन् विनयं प्रदर्शयति एषः विनयं सः आदरम् बालः बालः तस्मिन् आदरं तस्मिन् नाम सप्तमी स्यात् खलु सः तस्मिन् बालः तस्मिन् विनयं प्रदर्शयति हा द्वितीयं मम तु भिन्नम् अस्ति क्षम्यतां मम पुस्तकं भिन्नम् अस्ति पश्यतु कुत्र अस्ति सः आदरम् अस्तु भवान् एतत् प्रथमम् अस्ति वा अस्तु अस्तु अग्रे भवान् प्रीतिम् अत्र अत्र बालः अस्ति सर्वत्र बालः भवान् प्रीतिं भवान् भवति बालः भवति प्रीतिं प्रदर्शयति प्रदर्शयति बालः हा अस्तु खलु हा प्रीतिं प्रदर्शयति सम्यक् अस्ति अस्तु अग्रे बालः त्वं वात्सल्यं प्रदर्शयति बालः त्वं तस् त्वं तत् त्वमिति शक्नि त्वं किमस्ति त्वयि त्वयि बालः त्वयि वात्सल्यं प्रदर्शयति अस्तु सुपाग्नि अग्रे बालः कः प्रेम प्रदर्शयति बालः कस्मिन् प्रेम प्रदर्शयति एतत् द्वितीया विभक्ति वा हा प्रेम इति इत्यस्य लिङ्गं किं प्रेम कोऽपि जानाति वा प्रेमशब्दस्य न न सत्यं मूलशब्दः कः प्रेमन् नकारान्तशब्दः अस्ति नपुंसकलिङ्गः यथा कर्मन् वयं न कृतवन्तः अत्र चिन्ता नास्ति कर्मन् कर्म कर्मणि कर्माणि प्रेम प्रेमणि प्रेमाणि हा तर्हि द्वितीयभक्ति तत्र एकवचने प्रेम इति एव अस्ति बालः कस्मिन् प्रेम प्रदर्शयति बालः भवति स्नेहं प्रदर्शयति बालः भवत्यां स्नेहं प्रदर्शयति बालः सा नम्रतां करोति बालः तस्यां नम्रतां करोति नम्रतां प्रदर्शयति प्रदर्शयति नम्रतां एवं प्रदर्शयति अस्तु नम्रतां प्रदर्शयति तस्यां नम्रतां प्रदर्शयति अस्तु अग्रे लक्ष्मी भगिनी अग्रे बालः मयि तत्र प्रकृतिः वक्तव्या अस्ति अहं बालः अहं श्रद्धां बालः मयि श्रद्धां प्रकटयति अत्र प्रकटय क्षम्यतां भगिनि प्रकटयति इति वक्तुं शक्यते प्रकटयति करोति तत्र न प्रदर्शयति अथवा प्रकटयति अस्तु अग्रे भगिनि बालः शङ्कां प्रकटयति तेषु बालः तेषु शङ्कां प्रकटयति अग्रे बालः भवन्तः मैत्रीं प्रकटयति बालः बालः भवन्तः बहुवचने भवत्सु हा बालः भवतु मैत्रीं प्रकटयति. अग्रे बालः एते सौजन्यं प्रकटयति. बालः एतेषु सौजन्यं प्रकटयति. अस्तु, अभिनवमहोदय अग्रे. बालः ताः गौरवं, बालः तासु गौरवं करोति. करोति इति विचित्रमस्ति. प्रदर्शयति अथवा प्रकटयति. भवत्यः आदरं बालः भवतीषु आदरं करोति, प्रदर्शयति. एताः भक्तिं, बालः एतासु भक्तिं करोति. यूयं कृपां, बालः युवयोः कृपां करोति. यूयोः किमर्थम्? युष्मासु. बालः युष्मासु कृपां प्रकटयति. वयं विश्वासं बालः अस्मासु विश्वासं करोति. अस्तु अस्तु. रत्ना भगिनी अग्रे कृपया. कोष्टके विद्यमानस्य शब्दस्य सप्तमी विभक्तिरूपेण यथोदाहरणं रिक्तस्थानं पूरयत. शत्रुः तं कण्ठः कण्ठे गृह्णाति. सः भवन्तं वक्षस्थलं प्रहरति. अत्र भगिनि प्रथमवाक्यं शत्रुः तं कण्ठे गृह्णाति इति सप्तमी किमर्थम् इति वदति वा? सप्तमी किमर्थं तत्र? कण्ठः अकारान्त पुल्लिङ्गशब्दः. न, किमर्थं प्रयोगः सप्तमी? रामे रामयोः रामेषु इति कण्ठे. तत्र मम प्रश्नः तत्र रूपं किम् इति न पृच्छामि. मम प्रश्नः अस्ति कारकसम्बद्धप्रश्नः नाम सप्तमी भक्तिः किमर्थं तत्र अस्ति? सप्तमी भक्तिः द्वितीयविभक्तिः किमर्थं नास्ति? नाम शत्रुः कण्ठं गृह्णाति. शत्रुः कण्ठं गृह्णाति किमर्थं नास्ति? कण्ठं गृह्णाति सः. शत्रुः ग्रन्थं गृह्णाति, कण्ठं गृह्णाति किमर्थं न स्यात्? वदति वा? तमिति त्यजतु. तमिति त्यजतु. तं नास्ति चेत्, चं नास्ति चेत् वयं वक्तुं शक्नुमः वा शत्रुः कण्ठं गृह्णाति? वदति वा? तस्मिन् शरीरे कुत्र? आङ्ग्लभाषया क्षम्यतां, कण्ठम् अपि सम्यक् अस्ति, किन्तु कस्मिन् कुत्र शरीरे अस्ति? एवम्, अत्र अथवा अत्र. अतः सप्तमी. किन्तु द्वितीया अपि सम्यक् अस्ति वा? द्वितीया सम्यक् अस्ति. अतः अत्र दोषः अस्ति. नो, किमर्थम्? अहं वदामि नियमः. नियमं वदामि. भवती उक्तवती एव शरीरावयवः, यत्र शरीरस्य अवयवः अस्ति तत्र सप्तमी भवति एव, द्वितीयविभक्तिः न भवति. यतोहि वस्तुतः यस्य शरीरावयवः अस्ति, यस्य शरीरावयवः अस्ति तं वयं गृह्णीमः. यदि सः शब्दः उपस्थितः अस्ति अथवा नास्ति तथापि अहं बालकं बाहुः अस्ति बाहुः अहं बालकं बाहौ गृह्णामि बाहुः बाहुः हा अहं बालकं बाहौ गृह्णामि यदि बालकशब्दः तस्मिन् वाक्ये नास्ति तथापि अहं बाहौ गृह्णामि अहं बाहुं गृह्णामि इति दोषः अस्ति बालकं किमर्थं द्वितीया अहं गृह्णामि सकर्मकधातुः अस्ति गृह्णधातुः यत् वयं गृह्णा यत् वयं गृह्णीमः तस्य द्वितीयविभक्तिः अस्ति किन्तु अहं बाहुः तत्र तत् न गृह्णामि तत् अहं शरीरं गृह्णामि अहं तं बालकं गृह्णामि कुत्र बाहौ अस्तु तर्हि सोरि किं सो इट्स् द इक्विवलेंट आफ् सेइंग आई ग्राब द बॉय ऑन हिज आर्म अस्तु अस्तु अवगच्छामि तथैव अस्ति अस्तु रत्ना भगिनी अग्रे सः भवन्तं वक्षस्थलं प्रहरति सः भवन्तं वक्षस्थले प्रहरति दुःशासनः द्रौपदीं केशाः गृह्णाति तत्र वाक्यार्थः स्पष्टः खलु सः भवन्तं वक्षस्थले प्रहरति इति स्पष्टं स्यात् सर्वे अवगच्छन्ति पुनः वदतु वाक्यस्य अर्थः अपि ज्ञातव्यः अस्ति प्रत्येकं वाक्यं सः भवन्तं वक्षस्थले प्रहरति वक्षस्थलमत्र प्रहरति तर्हि प्रहरति टु ब्लो टु डिलिवर् ब्लो टु पञ्च् वक्षस्थले प्रहरति अस्तु अग्रे भगिनी दुःशासनः द्रौपदीं केशाः गृह्णाति दुःशासनः द्रौपदीं केशासु गृह्णाति पुल्लिङ्गशब्दः केशेषु गृह्णाति पुल्लिङ्गः केशेषु गृह्णाति भीमः कीचकं मस्तकं ताडयति भीमः कीचकं मस्तके ताडयति भवान् मां पादौ किमर्थं प्रहरति भवान् मां पादयोः किमर्थं प्रहरति योधः शत्रुम् उदरं ताडयति योधः शत्रुम् उदरे ताडयति आरक्षकः चोरं कण्ठः गृह्णाति आरक्षकः चोरं कण्ठे गृह्णाति तथैव अस्ति अस्तु इदानीम् अभिनवमहोदय अग्रे पठतु कृपया अवधेयं यस्मिन् अङ्गे ग्रहणं ताडनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी विभक्तिः भवति इति अस्माभिः उक्तम् इदानीमेव अग्रे कः कस्मिन् निपुणः कुशलः इति यथोदाहरणं लिखत् कर्णः धनुर्विद्यायां निपुणः दुर्योधनः गदायुद्धे निपुणः तत्र प्रकृतिः वक्तव्या अस्ति गदायुद्धं दुर्योधनः गदायुद्धे निपुणः नलः नलः पाककलायां निपुणः विदुरः नीतिशास्त्रं विदुरः नीतिशास्त्रे निपुणः शकुनिः द्यूतक्रीडा शकुनिः द्यूतक्रीडायां निपुणः बृहन्नला न जानामि नृत्य नृत्यम् वीणावादनम् वीणावादनम् बृहन्नला वीणावादने निपुणः नकुलः अश्वशिक्षा नकुलः अश्वशिक्षायां निपुणः मयः शिल्पकला मयः शिल्पकलायां निपुणः अस्तु सम्यक् अस्ति अस्तु अग्रे इदानीं लक्ष्मी भगिनी अग्रे पठतु कृपया यदा जनेषु निपुणता कुशलता सामर्थ्यम् इत्यादिकं प्रकटयामः तदा यस्मिन् सः गुणः अस्ति तस्य सप्तमी विभक्तिः भवति अस्तु समीचीनमस्ति अस्तु अग्रे श्लोकः अस्ति पठतु एतं श्लोकम् उच्चैः पठत कस्तूरीतिलकं ललाटफलके वक्षस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्री परिवेष्टितो विजयते गोपालचूडामणिः अवगतं वा न सुब्रह्मण्य महोदय किमपि वदतु विषयः कः अत्र कृष्णवर्णनः भवति कः का धारयति इति ललाटपलके तिलकं कस्तूरीतिलकं ललाटपलके आरम्भतः वदतु ललाटपलके कस्तूरीतिलकं धारयति आरम्भे कस्तूरीतिलकं कस्तूरी नाम कस्तूरीमृगस्य तथा साम्बार् तिलकमगे भगिनि फलके इत्युक्ते ललाटफलके ललाटफलकं फलकं यथा कृष्णफलकम् अस्ति खलु कृष्णफलकं ललाटफलके ललाटफलके वक्षस्थले तर्हि अत्र ललाटफलके कस्तूरीतिलकमस्ति वक्षस्थले कौस्तुभं कौस्तुभम् अस्ति अग्रे नासाग्रे नवमौक्तिकं मौक्तिकं नव मौक्तिकं नासाग्रे नासिकायाः अग्रभागः अग्रे करतले वेणुं अग्रे करे कङ्कणम् अग्रे सर्वाङ्गे हरिचन्दनम् अग्रे च कण्ठे कलयन् कलयन् इत्युक्ते कलयन् इत्युक्ते हरिचन्दनं कलयन् कलयन् कलयन् नाम तत्र लेपनं करोति इति अर्थः चन्दनं हरिचन्दनमस्ति खलु लेपनं करोति कलयन् तत्र कलयन् इति शत्रन्तरूपमस्ति अहं गच्छन्नस्मि बालकः पठन् गच्छति कलयन् कलयति कण्ठे मुक्तावलिः कण्ठे मुक्तावलिम् अग्रे गोपस्थी परिवेष्टितौ गोपा गोपालचूडामणिः विजयते. हा गोप स्त्री परिवेष्टितो वयं दृष्टवन्तः पूर्वं खलु परिवेशे पूरितः तत्र परिवेशः नाम सर्वत्र अराउण्ड् परिवेष्टितो विजयते गोपालचूडामणिः विजयते. अस्तु अग्रे पठतु भगिनी. कृष्णः श्रीकृष्णः श्रीकृष्णः कस्मिन् अङ्गे किं धरति इति वदत. यथा श्रीकृष्णः ललाटफलके कस्तूरितिलकं धरति इति अस्ति. इति सः समाप्तः खलु. इदानीम् अग्रे अग्रिमविषयः प्रायः अर्धघण्टा अवशिष्यते. इदानीम् एतत् सर्वम् अस्तु शीघ्रमेव पश्येम. मम चिन्तनमस्ति यत् एतत् नापेक्षितमस्ति. नाम कदा किं किं कुत्र मौक्तिकं नाम फरौ अस्तु. अत्र प्रायः कदा इति नापेक्षते. वयं सर्वे जानीमः खलु कदा नाम किं खलु त्यजामः. तदनन्तरं श्वः कस्य जयः, श्वः ह्यः परश्वः नाम किम् अस्ति यत् अभ्यास्तपुस्तकस्य अनन्तरं साक्षात् इदं पुस्तकं क्रियते स्म इति कारणतः मिश्रितमस्ति. कुत्रचित् नूतनविषयाः, कुत्रचित् पुरातनविषयाः. एतत् अद्य श्वः इति मास्तु. अग्रे इदानीं तथा अग्रे भूतकालः अस् धातुः तत्तु कर्तुं शक्नुमः इति मन्ये. एतत् बहु समीचीनमस्ति. अस्तु सुब्रह्मण्यमहोदय कृपया पठतु. किम् अकुर्वत सञ्जयः? उच्चैः पठतः जानीत च. भूतकाल अस् धातुः. एषः अर्जुनः अस्ति. सप्तसप्ततितमे पुनः पठामि. एषः अर्जुनः अस्ति. अज्ञातवासे एषः बृहन्नला आसीत्. एषा द्रौपदी अस्ति. अज्ञातवासे एषा सैरन्ध्री आसीत्. युधिष्ठिरः. अज्ञातवासे एषः कङ्कः आसीत्. भीमः. अज्ञातवासे एषः वल्लवः आसीत्. नकुलः. अज्ञातवासे एषः ग्रन्थिकः आसीत्. सहदेवः. अज्ञातवासे एषः तन्तिपालः आसीत्. अस् धातो रूपाणि वर्तमानकाले भूतकाले. वर्तमानकाले प्रथमपुरुष एकवचनम् अस्ति. द्वितीयवचनमिति आसीत्. वर्तमानकालस्य सर्वं तथा इति प्रथा अस्ति. अस्ति, अस्ति, स्तः, सन्ति, असि, स्थः, स्थ, अस्मि, स्वः, स्मः. आसीत्, आस्ताम्, आसान्. आसन्. आसन्. आसीः, आस्तम्, आस्त. आसम्, आस्व, आस्म. अस्मिन् अस्माकम् अभ्यासः भवति चेत् बहु सम्यक् अस्ति. अस्तु तर्हि अग्रे शिवा भगिनी अपि अभ्यासः. यतोदाहरणं रिक्तस्थानानि पूरयत. सः वाक्पटुः आसीत् तौ वाक्पटु वाक्पटु तौ वाक्पटु आस्ताम् तर्हि अत्र उकारात् यथा यः कोऽपि उकारादशब्दः गुरुः वाक्पटुः वाक्पटुः अवगच्छति वा अर्थः न जानामि वाक् वाक् नाम वदति इति वाक् पटुः इति यस्य कौशल्यमस्ति निपुणता अस्ति वाक्पटुः नाम यः यस्य निपुणता अस्ति वदने खलु भाषणं करोति वाक्पटुः बहवः जनाः सन्ति तर्हि सर्वेषां पुरतः आगत्य यः कोऽपि इति न यस्य कौशलम् अस्ति यस्य निपुणता अस्ति निपुणता कौशल्यं प्रवीणः पटुः वाक्पटुः ते वाक् आरम्भतः सः वाक्पटुः आसीत् तौ वाक्पटु तौ वाक्पटु आस्ताम् ते वाक्पटवः आसन् त्वं वाक्पटुः आसीः त्वं वाक्पटुः आसीः युवां वाक्पटु आस्तम् युवां वाक्पटु आस्तं यूयं वाक्पटवः आस्त अहं वाक्पटुः आसम् आवां वाक्पटु आस्वः वयं वाक्पटवः आस्म बहु सम्यक् अस्ति अस्तु अभिनवमहोदय अग्रे पठत् अवगच्छत् च वर्तमानकाले युधिष्ठिरः नगरं गच्छत् पठत् तत्र अकारः यः पदस्य अन्ते अस्ति तत् स्पष्टतः वक्तव्यमस्ति पठत् अवगच्छत् च वर्तमानकाले युधिष्ठिरः नगरं गच्छति भूतकाले युधिष्ठिरः नगरं गतवान् दुर्योधनः अपि नगरं गच्छति तौ सर्वान् नगरजनान् पश्यतः दृष्टवन्तौ तौ सर्वैः मिलतः तौ सर्वैः मिलितवन्तौ युधिष्ठिरः एकमपि दुर्जनं न प्राप्नोति दुर्योधनः एकमपि सज्जनं न प्राप्नोति यथा दृष्टिः अस्ति तथा दर्शनम् यथा दृष्टिः आसीत् तथा दर्शनम् अस्तु रत्ना भगिनी पठतु कृपया सैरन्ध्री सेविका अस्ति सा राज्ञीं सेवते सेवितवती सा केशप्रसाधनं करोति सा प्रतिफलं न इच्छति सा नम्रतया स्थितवती. अग्रे अस्तु. त्वं देशभक्तिगीतं गायसि. त्वं देशभक्तिगीतं गीतवती. युवां सर्वदा सत्यं वदतः. युवां सर्वदा सत्यं उक्तवन्तौ. यूयं भजद्वे. यूयं भक्तवन्तः. अहं भुञ्जे. अहं भुक्तवान्. सम्यक् अस्ति. अस्तु, लक्ष्मी भगिनी अग्रे पठतु कृपया. यथोदाहरणं रिक्तस्थानानि पूरयत. तवतु प्रत्ययान्तं रूपं पुंलिङ्गे. लट्लकाररूपम् एकवचनरूपं द्विवचनं बहुवचनं च. पठति पठितवान् पठितवन्तौ पठितवन्तः. इच्छति इष्टवान् इष्टवन्तौ इष्टवन्तः. करोति कृतवान् कृतवन्तौ कृतवन्तः. गायति गीतवान् गीतवन्तौ गीतवन्तः. धरति धृतवान् धृतवन्तौ धृतवन्तः. भजति भक्तवान् भक्तवन्तौ भक्तवन्तः. अत्र अत्र स्थितिः का? अत्र वयं जानीमः यत् पठति, यथा प्रथमं पद अस्ति पठति. पठति इति क्रियापदमस्ति क्रियापदमस्ति. पठितवान् इति क्रियापदमस्ति वा? नास्ति. पठितवान् किमस्ति? पठितवान् इति विशेषणमस्ति. बहु सम्यक् अस्ति भगिनि. हा, विशेषमस्ति. पठितवान् इत्यस्य मूलरूपं किम्? प्रातिपदिकं रत्ना भगिनी. पठितवत् इति मूलरूपम् अस्ति. अत्र वयं न जानीमः अस्मिन् वर्गे न जानीमः, किन्तु तत्र हलन्तशब्दाः सन्ति. तर्हि यथा भवत् इति वयं पठितवन्तः खलु. भवत् इति अभिनवमहोदय वदतु, तत्र भवत् प्रथमभक्तौ किम् अस्ति? तर्हि भवत् इति तकारान्तशब्दः अस्ति. भवान् भवन्तौ भवन्तः. पठितवत् अपि तथा. नामपदमस्ति, क्रियापदं नास्ति. तर्हि भवान् भवन्तौ भवन्तः इति यथा पठितवत् इति मूलपदं, तथैव पठत् इति मूलपदमस्ति. पठितवान् पठितवन्तौ पठितवन्तः इति तथैव अस्ति. अस्तु, सुब्रह्मण्यमहोदय कृपया अग्रे पठतु. क्रीडति क्रीडितवान् क्रीडितवन्तौ क्रीडितवन्तः. नयति नीतवान् नीतवन्तौ नीतवन्तः. गर्जति गर्जितवान् गर्जितवन्तौ गर्जितवन्तः. भ्रमति भ्रमितवान् भ्रमितवन्तौ भ्रमितवन्तः. शृणोति श्रुतवान् श्रुतवन्तौ श्रुतवन्तः. तप्तवन्तौ तप्तवन्तः. अस्तु, अग्रे अश्वप भगिनी अग्रे. पाद्यति बोधयति क्षम्यतां बोधयति बोधयत्तवान् न पश्यतु किं लिखितवान् बोधितवान् बोधितवन्तः न बोधितवान् इति न बोधितवान् बोधितवान् बोधितवान् बोधितवन्तौ बोधितवन्तः लिखति लिखितवान् लिखितवन्तौ लिखितवन्तः हसति हसितवान् हसितवन्तौ हसितवन्तः नमति नतवान् नतवन्तौ नतवन्तः ददति क्षम्यतां ददाति ददाति दत्तवान् दत्तवन्तौ दत्तवन्तः पृच्छति पृष्टवान् पृष्टवन्तौ पृष्टवन्तः ब्रूते उक्तवान् उक्तवन्तौ उक्तवन्तः ईक्षते ईक्षितवान् ईक्षितवन्तौ ईक्षितवन्तः लभते लब्धवान् लब्धवन्तौ लब्धवन्तः आस्ते आसितवान् आसितवन्तौ आसितवन्तः आस्ते नाम उपविशति अस्तु अग्रे रत्नभगिनी अग्रे पठतु कृपया अस्तु महोदय यथा उदाहरणं रिक्तस्थानानि पूरयत तव तु प्रत्ययान्तं रूपं स्त्रीलिङ्गे पिबति पीतवती पीतवत्यौ पीतवत्यः करोति कृतवती कृतवत्यौ कृतवत्यः तर्हि अत्र मूलरूपमस्ति नदी शब्दवत् पीतवती इति मूलरूपमस्ति पीतवती नदी शब्दः नदी नद्यो नद्यः तावत् अस्ति अग्रे वदति उदितवती उदितवत्यौ उदितवत्यः पश्यति दृष्टवती दृष्टवत्यौ दृष्टवत्यः गच्छति गतवती गतवत्यौ गतवत्यः क्षिपति क्षिपति क्षिप्तवती क्षिप्तवत्यौ क्षिप्तवत्यः जपति जपितवती जपितवत्यौ जपितवत्यः नयति नीतवती नीतवत्यौ नीतवत्यः तिष्ठति स्थितवती स्थितवत्यौ स्थितवत्यः कूजति कूजितवती कूजितवत्यौ कूजितवत्यः पृच्छति पृष्टवती पृष्टवत्यौ पृष्टवत्यः कथयति कथितवती कथितवत्यौ कथितवत्यः अत्र काचन वार्ता अस्ति एवं यत् वयं द्रष्टुं शक्नुमः एषु रूपेषु यत् कुत्रचित् मध्ये ईकारः आगत्य उपविशति कुत्रचित् न आगच्छति अस्य इकारस्य नाम अत्र उदाहरणार्थं पिबति पीतवती तत्र इकारः अस्ति वा मध्ये नास्ति कृतवती तत्र तत्र वदति इत्यस्य रूपं तत्र इकारः अस्ति वा उदितवती तत्र वदति धातुः वकारस्य स्थाने उकारः इति भिन्नवार्ता अस्ति किन्तु दकारस्य अनन्तरम् इकारः आगच्छति उदितवान् उदितवती अस्य इकारस्य नाम इडागमः इडागमः अस्ति इति नाम अत्र इडागमः इति महान् विषयः अस्ति व्याकरणे कुत्र आगच्छति कुत्र नागच्छति यतोहि वयं न जानीमः चेत् तत्र रूपं तत्र दोषः भवितुमर्हति इडागमः आगच्छति अतः न वा तत्र तस्य ज्ञानार्थं पद्धतिः अस्ति इदानीं न वदामि समयः नास्ति किन्तु तदर्थं पद्धतिः अस्ति. अस्तु, अग्रे अग्रे. सुब्रह्मण्यमहोदय शृणोति, श्रुतवती, श्रुतवत्यौ, श्रुतवत्यः. हसति, हसितवती, हसितवत्यौ, हसितवत्यः. किन्तु स्पष्टतया तत्र इरागमः अस्ति खलु. हसेत् पुनः वदतु. हसति, हसितवती, हसितवत्यौ, हसितवत्यः. चलति, चलितवती, चलितवत्यौ, चलितवत्यौ, चलितवत्यः. क्रीडति, क्रीडितवती, क्रीडितवत्यौ, क्रीडितवत्यः. इरागमः अस्ति वा? हा, अस्ति न वा इति वदतु. अस्ति, इरागमस्ति. गायति, गीतवती, गीतवत्यौ, गीतवत्यः. तपति, न वा? नास्ति, नास्ति. तपति, तप्तवती, तप्तवत्यौ, तप्तवत्यः. इरागमस्ति. शेते, शैतवती, शैतवत्यौ, शैतवत्यः. इडागमः अस्ति. जानीते, ज्ञातवती, ज्ञातवत्यौ, ज्ञातवत्यः. यतते, यत्तवती, यत्तवत्यौ, यत्तवत्यः. लभते, लब्धवती, लब्धवत्यौ, लब्धवत्यः. इति विषयः अस्ति. अस्तु, अग्रे. अभिनवमहोदय, अग्रे. ह्यः भवान्, भवती, किं किं कृतवान्, कृतवती इति पञ्चवाक्यानि लिखतु. लिखतु, अस्तु, त्यजाम. अग्रे, अग्रे. अहं रिक्तस्थानानि तव तु प्रत्ययान्तरूपैः पूर्यत. अहम् आश्रमं गतवान्. गम, त्वं तत्र कदा गतवान्? वयम् एकस्य वृद्धस्य जीवनकथा श्रुतवन्तः. धातुवती वदतु. श्रुतवन्तः. सः पूर्वं योगशास्त्रं पठ, सः पूर्वं योगशास्त्रं पठितवान्. तत्र निपुणतां प्राप्तवान्. किन्तु जीवने तत् न आनी, किन्तु जीवने तत् न आनीतवान्. तेन दुःखं प्राप्तवान्. अस्तु, भगिनी अग्रे. कुत्रापि ज्ञानं न दत्तवान्. अनन्तरं वृद्धाश्रमम् आगम्. अनन्तरं वृद्धाश्रमम् आगतवान्. किं त्वम् एतां घटनां श्रु, किं त्वम् एतां घटनां श्रुत? श्रुतवान् अथवा श्रुतवती? श्रुतवती. यूयं तत्र यूयं तत्र स्थगितवान्. स्थितवान् यूयं, यूयं वचनं किम्? बहुवचनं मध्यमपुरुषः. तर्हि वदतु. यूयं तत्र वचनं किं तदाधारेण वदतु. यूयं तत्र स्थितवन्तः. अग्रे. आवां तस्मिन् विषये चिन्तनं कृ, आवां तस्मिन् विषये चिन्तनं कृतवन्तौ वयं जीवने योगशास्त्रम् आचर वयं जीवने योगशास्त्रम् आचर पुनः वदतु. वयं जीवने योगशास्त्रम् आचरणं कृतवन्तः. न तत् किम् अत्र धातुः अस्ति च धातोः प्रयोगं करोतु भगिनि. आचर कथं भविष्यति? सुपा भगिनी वदति. वयं जीवने योगशास्त्रम् आचरवन्तः. अत्र रत्ना भगिनी वदति वा? आचरितवन्तः. तत्र इडागमः अस्ति चर् धातुः, चर् तत्र इडागमः अस्ति. आचरितवान् एकवचने, आचरितवन्तः इति बहुवचने, तावदेव. अस्तु अग्रे भगिनि. लक्ष्मी भगिनि. कुरुक्षेत्रे कौरवपाण्डवाः युद्धवन्तः. बहुवचने अस्ति कौरवपाण्डवाः युद्धवन्तः. कुरुक्षेत्रे कौरवपाण्डवाः युद्धवन्तः उक्तवान्. युद्धवन्तः. कुरुक्षेत्रे कौरवपाण्डवाः युद्धवन्तः. अर्जुनः सैन्यम् ईक्ष अर्जुनः सैन्यम् ईक्षितवान्. सत्यमस्ति, अग्रे किमस्ति? अस्तु इतर अत्र शुभभगिनी पठतु. उच्चैः पठित जनिता च. वर्तमानकालः लट्, भूतकाल लङ्. सुरेशः भक्तियोगं पठति. सुरेशः भक्तियोगम् अपठत्. श्यामः गीता प्रदर्शिनीं पश्यति. श्यामः गीता प्रदर्शिनीम् अपश्यत्. ताः मथुरां गच्छन्ति. ताः मथुराम् अगच्छन्. ताः मथुरां गच्छन्ति. ताः मथुराम् अगच्छन्. अगच्छन्. क्षत्रियः युद्धं लभते. क्षत्रियः युद्धम् अलभत. सर्वे कर्मणः फलं पुञ्च्यते. सर्वे कर्मणः फलम् अभुञ्चत. अहं कृष्णं भुजे भजे. अहं कृष्णं भजे अहं कृष्णं भजे अर्जुनः प्रज्ञावादान् भाषते अर्जुन प्रज्ञावादान् भाषते अर्जुनः प्रज्ञावादान् अभाषत सात्विकाः देवान् यजन्ते सात्विकाः देवान् अयजन्तः अस्तु इदानीं रूपाणि कथं भवन्ति इति पश्येम अत्र रत्नाभगिनी अनन्तरं पठामि वा लट्लकारस्य रूपं श्रावयतु लङ् लङ् लकारस्य उच्चैः पठत लिखत चल् धातुः अचलत् अचलताम् अचलन् अचलः अचलतम् अचलत अचलम् अचलाव अचलाम दृष् धातुः अपश्यत् अपश्यताम् अपश्यन् अपश्यः अपश्यतम् अपश्यत अपश्यम् अपश्याव अपश्याम स्था धातुः अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठतः अतिष्ठतम् अतिष्ठत अतिष्ठम् अतिष्ठाव अतिष्ठाम इष् धातुः एच्छत् एच्छताम् एच्छन् एच्छः एच्छतम् एच्छत एकनिमेषः ए इति नास्ति ऐ ऐ ऐच्छत् ऐच्छत् आमाम् ऐच्छत् ऐच्छताम् ऐच्छन् ऐच्छः ऐच्छतम् ऐच्छत ऐच्छम् ऐच्छाव ऐच्छाम भाषा धातुः अभाषत अभाषेताम् अभाषन्त एकनिमेषः अभाषत आकारः अन्ते नास्ति खलु अभाषत अभाषत अभाषेताम् अभाषन्त अभाषथाः अभाषेथाम् अभाषध्वम् अभाषे अभाषावहि अभाषामहि ब्रू धातुः अब्रूता अब्रूवाताम् अब्रूवत अब्रूता अब्रूथाः अब्रूवाथाम् अब्रूवध्वम् अब्रुवि अब्रूवहि अब्रूमहि इति रूपाणि सन्ति इदानीम् अस्माकं समयः जातः किन्तु अत्र अस्माकं सङ्केतः अस्ति यत् अस्मिन् अध्याये अस्माकम् अवसरः अस्ति कस्मै कस्य कृते किमर्थम् अवसरः अस्ति नाम लग्नकारस्य रूपाणि इदानीं ज्ञातुम् अवसरः अस्ति अतः अस्माभिः किञ्चित् अभ्यासं कर्तुम् अस्माभिः अभ्यासः कर्तव्यः अस्ति अत्र नो चेत् किं भवति लाभः न भविष्यति नाम अत्र रतनस्य अवसरः भवति चेत् बहु लाभदायकः अस्ति नाम अचलत् अचलताम् अचलन् अचलः अचलताम् अचलत अचलम् अचलाव अचलाम इति परस्मैपदे अस्ति परस्मैपदे अस्ति अनन्तरं पश्यतु यदि धातोः आरम्भे स्वरः अस्ति तत्र आकारः भवति तस्य वृद्धिः भवति आरम्भे सामान्यतया लङ्लकारस्य आरम्भे तत्र अकारः अस्ति अचलत् अगच्छत् अलिखत् किन्तु तत्र इष् धातुः इच्छति आकारः तत्र वृद्धिः भवति आ प्लस् इ ऐ ऐच्छत् इति मनसि स्यात् ऐच्छत् वृद्धिः भवति अनन्तरं आत्मनिपदे तत्र अभाषत अभाषेताम् अभाषन्त एतत् सर्वं अध्येतव्यमस्ति नाम गृहे वारं पञ्चनिमेषान् यावत् प्रतिदिनं करोति चेत् एकस्मिन् सप्ताहे भविष्यति, नो चेत् पञ्चनिमेषान् वयं यावत् वयं न कुर्मः चेत् न कदापि रूपाणि ज्ञास्यामः. अतः प्रतिदिनं किञ्चित् अभ्यासः अपेक्षितः. अस्तु, अत्र प्रश्नः अस्ति वा? तर्हि अस्तु. ततुः स्वरान् स्वरः ततुः ततुस्य धातोः धातोः अन्ते स्वरः अस्ति चेत् वि उत्तमपुरुष प्रथम उत्तमपुरुष एकवचने अन्ते वि अस्ति अथवा न न अत्र आत्मनेपदी अस्ति आत्मनेपदी अस्ति किन्तु भाषते अपि आत्मने अस्ति तर्हि अत्र अत्र रूपं यत् रूपम् अस्माभिः ज्ञातव्यमस्ति भाषा अथवा सेवा असेवता असेवेताम् असेवन्ता असेवथाः असेवेथाम् असेवध्वम् असेवे असेवावहि असैवामहि इति रूपाणि सन्ति. गुरु इति असामान्यरूपमस्ति, त्यजतु असामान्यरूपमस्ति. प्रथमतया यद् रूपं सामान्यमस्ति तत् जानातु. चलति चलति स्वीकरोतु, चल चलति स्वीकरोतु पदस्मैपदी, चल अनन्तरं भाष, चल प्लस् भाष इत्युक्ते साफल्यं, सक्सेस् साफल्यं. चल प्लस् भाष इति जानाति चेत् लग्नकारे कार्यं जातमस्ति. भ्रु इति रेग्युलर् अस्ति, असामान्यमस्ति. तत् अनन्तरं कश्चन केवलम् आस्वादार्थम् आस्वादार्थं कश्चन अनुभवः भवतु यत् एतादृशं रूपम् अपि भवति इति प्रदर्श्यते अत्र. किन्तु अस्माभिः किं ज्ञायेत इति चेत् अत्र चल् धातुः भाष, चल् भाष इति जानाति चेत् सर्वं कार्यं सिद्धमस्ति. अस्तु, विरमामः. नमस्कारः. धन्यवादः.